शौनक उवाच लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च विधिश्रवे कुतः प्रीतिः संयोगः कुत्र तैः सह। लोकविग्रहमुक्तस्य नाम लोकस्य कोलाहलात् मुक्तस्य, नारदस्य अस्थिरस्य, नारदः कदापि घण्टाद्वयादधिकं न तिष्ठति, तादृशस्य नारदस्यास्थिरस्य विधिश्रवे नाम सप्तदिनान्यावत् उपविश्य कथाश्रवणे कुतो वा प्रीतिः, कथं च सनकादिकुमारैः सह संयोगः जातः इति शौनकः पृच्छति।